नमस्कारः. धातुपाठे हल्सन्धिः चतुर्थभागः अनुवर्तते. अत्र शुकवन् महोदय वदति वा, अत्र यत्र चतुर्थभागे दकाराधिप्रत्यये परे इति विषयः, तर्हि सन्दर्भः कदा दकाराधिप्रत्ययः भवति इति किञ्चित् सारांशरूपेण. अत्र ध्वं द्वे इति साक्षात् आत्मनेपदी प्रत्ययः आगच्छति, तदपि सन्दर्भं भवति. अपि च भुजल्यो हेर्दिः इति सूत्रेण यदा ज्वलन्त अङ्गः अस्ति तस्मिन् परे हि इति प्रत्ययः अस्ति चेत् हि इत्यस्य स्थाने धि आदेशः भवति. तत्तु धकारादि इति कृत्वा तदपि एकः सन्दर्भः भवति. अनन्तरं झषस्ततोर्धो धः इति पुनः एकः सूत्रम् अस्ति, तत् वदति यदि तकारः अथवा थकारादि प्रत्ययः परे अस्ति चेत् अपि च तस्मिन् पूर्वे झष्वर्णः अस्ति चेत् झष्वर्णस्य स्थाने धकारादेशः, क्षम्यताम्, झष्वर्णः अन्ते अस्ति चेत् अपि च तकारः वा थकारादिप्रत्ययः वा प्रत्यय इति नास्ति, तकारः थकारः परे अस्ति चेत् तकारथकारयोः धकारादेशः भवति. अधः इत्युक्ते धा दातुं विना इति, अनेनापि धकारः परे आगच्छति इति आहत्य सन्दर्भचतुष्टयम् अस्ति. एकं तु हुजल्भ्यो हेर्भिः इति सूत्रेण हि प्रत्ययस्य स्थाने धि आदेशः भवति. झषस्ततोर्धोधः इत्यनेन तकारथकारयोः स्थाने धकारादेशः भवति झष् उत्तरस्य. अपि च आत्मनेपदे ध्वं द्वे इति साक्षात् प्रत्ययद्वयमस्ति, तदपि तौ अपि धकारादौ इति सन्दर्भचतुष्टयम् अस्ति. अस्तु महोदय, धन्यवादः महोदय. सुब्रह्मण्यमहोदय किं वा वदति वा साधारण सारांशरूपेण पुनः कवर्गान्तधातूनां कः विषयः, अनन्तरं सोपानानि कानि, अनन्तरं चवर्गान्तधातूनां. आं भगिनि, यत्र कवर्गान्तधातुः अस्ति, अत्र किं भवति इत्युक्ते धातुः कवर्गान्तः अपि च प्रत्ययः धकारादिप्रत्ययः, धकारादिप्रत्ययः झष्वर्णः, अतः अत्र अपि च ककारः झल् वर्णः, झलां झषि इत्यनेन अत्र कवर्गीयतृतीय सदस्यः आदेशः भवति. उदाहरणमस्ति अत्र प्रायः, एकनिमिषं भगिनि, उदाहरणम् अत्र वाव् अत्र शासकयोगः हि यत्र अस्ति अत्र अत्र प्रथमं तु हूजल्भ्यो हेर्धिः इत्यनेन हि स्थाने धि आदेशः, शासकयोगः धि, इदानीम् अत्र झलां झष् झषि इत्यनेन ककारस्य स्थाने ककारः, वावग् योगः धि, वावग्धि इति रूपं भवति. यत्र चवर्गीयव्यञ्जनमस्ति अत्र तु तत्तु अत्र त्रिविधाः भवन्ति. प्रथममस्ति सामान्यतया अत्र यत्र चकारान्तधातुः अस्ति, इत्युक्ते चकारः जकारः झकारः, अनन्तरम् अत्र धकारादिप्रत्ययः. अत्र किं भवति इत्युक्ते सामान्यतया अत्र चोः कुः इत्यनेन प्रथमं कवर्गीयव्यञ्जनं, तदनन्तरं झलां झष् झषि इत्यनेन कवर्गीयतृतीयसदस्यः. तत्तु सामान्यनियमः अस्ति. परन्तु अत्र द्वितीयमस्ति, अत्र किञ्चित् विशिष्टनियमः. अत्र यत्र धातुः परिगणितधातुः अस्ति, यथा सूत्रमस्ति अत्र व्रश्च भ्रज सृज मृज राज यजराज भ्राज चषांशः इत्यनेन अत्र अत्र परिगणिताः धातवः व्रश्च भ्रज भ्रज सृज मृज यज राज भ्राज एतेषामत्र यत्र भवति, अत्र किं भवति इत्युक्ते अत्र चकारस्य स्थाने अत्र चवर्गीयव्यञ्जनस्य स्थाने षकारादेशः भवति. अनन्तरमत्र धकारादिप्रत्ययः अस्ति, भूत्वा किं भवति इत्युक्ते ष्टुनाष्टुः इत्यनेन षकारस्य प्रभावेन धकारस्य स्थाने ढकारः. यथा ढकारः आदेशः भवति, अत्र झलां झष् झषि इत्यनेन पूर्वं यः षकारः अस्ति ढकारात् पूर्वं, सः षकारः डकारः भवति. यदि अत्र तत्तु सामान्यमस्ति, द्वितीयसोपानमस्ति. तृतीयमस्ति अत्र तुक्सहितचकारः अस्ति, तत्र तु छ्वोः षूड् अनुनासिके च इत्यनेन किं भवति इत्युक्ते तुक्सहितचकारस्य स्थाने तालव्यषकारादेशः भवति. तदनन्तरं व्रश्च भ्रज सृज मृज राज यजराज भ्राज छशांश्रः इत्यनेन षकारस्य स्थाने षकारः. अनन्तरं यथा वयं द्वितीयसोपाने दृष्टवन्तः तादृशकार्यम् अत्रापि भवति. अत्र साधारणं चोः कुः, द्वितीयमस्ति व्रश्च भ्रश्च सृज मृज यजराज भ्राज छशांशः, तृतीयमस्ति तुक्सहितचकारः. यत्र तुक्सहितचकारः नास्ति तत्र तु केवलं चोः कुः इत्यस्य कार्यमेव भवति, इत्युक्ते यत्र छकारः एव अस्ति तत्र तु चोः कुः एव कार्यं करोति. विद्या भगिनी वदति वा अनन्तरं तकारम् तावर्गस्य कः विषयः इति उक्त्वा तावर्गस्य अपि अग्रे अस्तु. यदि धातोः अन्ते टवर्गीयवर्णः अस्ति चेत् तत्र हि इति प्रत्ययः अस्ति चेत् तत्र सर्वप्रथमं हु जल्भ्यो हेर् धिः इत्यनेन दकार धि इति भवति, दकारादिप्रत्ययः इति इदानीम् अभवत्. तर्हि तत्र टवर्गीयवर्णः अस्ति चेत् तत्र सामान्यमस्ति ष्टुनाष्टुः इत्यनेन तत्र डकारस्य स्थाने ढकारः भवति प्रथमम्. अनन्तरं तत्र जलां जश्चषि इति सूत्रेण तत्र टवर्गीयवर्णस्य तृतीयवर्णादेशः भवति डकारः. तर्हि प्रथमं डकारः, अनन्तरं महाप्राणढकारः इति भवति. अत्र अत्र लो लुट् योगः धि इति, लो लुट् योगः धि हि इति अस्ति. तत्र सर्वप्रथमं हूजल्भ्यो हेर् धिः इत्यनेन तत्र लो लुट् इत्यस्मिन् टकारः जल् वर्णः, अनन्तरं हि इति प्रत्ययः लोट् लकारस्य मध्यमपुरुषप्रत्ययः एकवचने, तत्र धि इति भवति हूजल्भ्यो हेर् धिः. तदनन्तरं तत्र टकारस्य प्रभावेन तत्र डकारस्य स्थाने ढकारः महाप्राणढकारः भवति ष्टुनाष्टुः इत्यनेन. तदनन्तरं जलां जश्चषि इत्यनेन तत्र टकारस्य स्थाने डकारः भवति, अल्पप्राणडकारः, अतः लो लुड्ढि इति भवति. एतदस्ति टवर्गीयवर्णः. अत्र टवर्गीयवर्णे तत्र डकारान्तधातुः एव नास्ति, तत्र डकारान्त होडः इत्यनेन एव डकारादेशः भवति. यथा अत्र त्रिणेः योगः दि, तत्र हकारान्तधातुः, तत्र होडः इत्यनेन डकारः भवति. तदनन्तरं प्रथमं तु हूजल्भ्यो हेर्दिः, तदनन्तरं होडः इत्यनेन हकारस्य डकारः, त्रिणेड् योगः धि, अनन्तरं ष्टुनाष्टुः इत्यनेन तत्र डकारस्य स्थाने ढकारः, त्रिणेड् योगः धि, अनन्तरं ढोडे लोपः इति सूत्रेण डकारे परे पूर्वं स्थितस्य डकारस्य लोपः, अतः त्रिणेढि इति रूपं भवति तत्र. एकनिमिषम् धातु धातुः सर्वर्गान्तः धातु सर्वगान्तप्रत्ययः दकारादि धात्वन्ते तवर्गीयस्य स्थाने जश् आदेश दकार इति झलान् जश् झषि इति सूत्रेण प्रत्यादौ धकारे स कोऽपि विकारः नास्ति इति पूर्वतवर्गीयवर्णः अस्ति. यथा कृन्त् योग हि हु झल्भ्यो हे जि इति सूत्रेण हि अस्ति लोट् लकारस्य मध्यमपुरुष एकवचने तिङ् प्रत्ययः. कृञ् योग हि हि स्थाने धि आगच्छति, कृञ् योग धि. इदानीं धकार झष् प्रत्याहारे अस्ति, तकार झल् प्रत्याहारे अस्ति. झलान् झष् झषि इति सूत्रेण तकारस्य स्थाने तृतीयसदस्य दकार आगच्छति, कृञ् योग धि भवति. कृन्धि इदानीं झरो झरि सवन्दे इति सूत्रेण विकल्पेन अत्र धि अस्ति, तस्य सवन्न पदं प्रथमं कृन् पदे दकार अस्ति, दकारस्य विकल्पेन लोप भवति. वर्णमेलने कृन्धि एक पक्षे भवति, द्वितीयपक्षे वर्णमेलनं भवति, कृन्धि इति निष्पन्नं भवति. द्वे रूपे स्तः कृन्धि अथवा कृन्दधि. द्वितीय उदाहरणमस्ति अद्योगहि हुर्झल्भ्यो हेदि इति सूत्रेण हिकारस्य स्थाने धि आगच्छति, अद्योगधि. अत्र केवलं वर्णमेलनमस्ति, अद्धि. रुन्द् योग हि अत्र पुनः हि तस्य स्थाने धि आगच्छति, हुझल्भ्यो हेदि इति सूत्रेण रुन् योग धि. झलान् झषि इति सूत्रेण धकारस्य स्थाने अल्पप्राणधकार आगच्छति, रुन्धि. पुनः झरो झरि सवर्णे धकार स्य लोप भवति एकपक्षे, रुन्धि भवति द्वितीयपक्षे, वर्णमेलं रुन्धि भवति. अत्र कृन्धि रुन्धि इत्यनयो विकल्पेन द लोपं कृत्वा कृन्धि रुन्धि भवतः. सूत्रमसि झरो झरि सवर्णे इति अधोलिखितं विवरणं कृपया पठ्यताम्, तदा रुन्धातोः उदाहरणं पश्यामः. दशत्वं कृत्वा रुन् योगधि इति स्थिति अस्मिन् न इति हल् दकारात् प्राक् द इति झर् ध इति दकारस्य सवर्ण झर् दकारात् परे, अतः हल् परतः दकार यस्मात् परे सवर्ण झर् दकार इति स्थिति. अस्यां दशायां हल् परतः झर् दकारस्य विकल्पेन लोप भवति. पुनः दत्तम् अस्ति यथा रुन्द् योगधि वा कृन् योगधि अस्ति. अत्र दकार हल् परे अस्ति, हल् परे अस्ति मग्नि नकारः भवति हल्. अत्र अत्र उदाहरणे तु नकारः अस्ति, हल् वर्णः नकारात् परे जर् वर्णः जर् अस्ति, अनन्तरं तस्मात् परे अनन्तरं पुनः जर् अन्यत् जर् वर्णः अस्ति, सवर्णः अस्ति, जर् सवर्णः. तत्र महाप्राण अल्पप्राण तस्य कोऽपि भेदं न भवति. तुल्यस्य प्रयत्नं सवर्णम् इति पूर्वं दृष्टवन्तः, अत्र आस्य प्रयत्नं समानं भवति चेत् सवर्णम् अस्तु. सूत्रमस्ति झरो झरि सवर्णे अष्टमध्यायस्य चतुर्थपादे पञ्चशती सूत्रं हल् उत्तरस्य झर विकल्पेन लोपः सवर्णझरि परे झर षष्ठ्यन्तं झरि सप्त्यां सप्त्यन्तं सवर्णे सप्त्यम् अन्तं त्रिपदं सूत्रम् अनुवृत्तिसूत्रम् अस्ति हल् झरः लोप अन्यतरस्यां सवर्णे झरि सहितायां हल इति पञ्चम्यान्तं झर अपि हल् षष्ठ्यान्तं झर अपि षष्ठ्यान्तं लोप तस्य लोप भवति हल् झर अन्यतरस्याम् इति सन्धिविषयं सवर्णे झरि सहितायां झरि इति सप्तम्यन्तं कार्यं तस्य पूर्वं भवति सवर्णे झरि पदम् अस्ति यथा पूर्वपदस्य अन्तिमवर्ण झर् तस्य सवर्णपदम् अस्ति सन्धिविषये तस्य लोप भवति. धन्यवादः. हिमा भगिनी अग्रे आं भगिनि अग्रे अस्ति शकारान्तदातवः. धातुः शकारान्तः प्रत्ययः धकारादिः. शकारान्तदातोः अन्तिमशकारस्य स्थाने शकारादेशो भवति. रश्च ब्रश्च सृज मृज यज राज भ्राज छशां शः इति सूत्रेण अयं झलां झश्चषि इत्यस्य अपवादः. नो चेत् शकारस्य स्थाने तृतीयसदस्य झकारादेशः भवति स्म. द्वितीयबिन्दुः अस्ति प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुनाष्टुः इति सूत्रेण. अपि च तृतीयमस्ति धात्वान्ते शकारस्य स्थाने जशादेशः झलां झश्चषि इति सूत्रेण. शकारः मूर्धन्यवर्गे अस्ति अतः तस्य स्थाने जष्त्वं नाम डकारादेशः भवति. इत्युक्ते अत्र यत्र यत्र शकारान्तदातवः सन्ति अपि च तदनन्तरं धकारादिप्रत्ययः अस्ति चेत् प्रथमकार्यमस्ति शकारस्य स्थाने मूर्धन्यशकारः ब्रश्च ब्रश्च सृज रज मृज यज राज प्राज छशाम् इति सूत्रेण तत्र तालव्यशकारान्तस्य स्थाने मूर्धन्यशकारः भवति. तर्हि इदानीं मूर्धन्यशकारः अस्ति तदनन्तरं धकारः अस्ति इति कृत्वा धकारः तु झश्वर्णः अस्ति अपि च शकारः झल्वर्णः अस्ति इति कृत्वा तत्र अपदान्ते अस्ति अपि अतः झलां झश्चषि झष्त्वं भूत्वा तत्र न एकनिमिषं महोदय तत्र प्रथमं तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति शकारस्य अनन्तरं धकारः अस्ति इति कारणेन शकारस्य प्रभावेण तवर्गीयवर्गः अस्ति तदनन्तरम् इति कृत्वा तत्र ष्टुनाष्टुः सूत्रं कार्यं करोति. तर्हि धकारस्य स्थाने मूर्धन्यढकारः आगच्छति. इदानीं शकारः अपि च ढकारः अस्ति अस्मिन् स्थितौ झलां झश्चषि इति कारणेन ढकारः झश्वर्णः अपि च शकारः झल्वर्णः इति कृत्वा तत्र स्थानेऽन्तरतमः कृत्वा तत्र शकारस्य स्थाने मूर्धन्य शकारस्य स्थाने अल्पप्राणडकारः आगच्छति इति कृत्वा तत्र झलां झश्चषि इति कार्यं करोति. उदाहरणं दत्तमस्ति ईश् योगः द्वे इति. ईश् इदानीं शकारान्तधातुः अस्ति, तदनन्तरं धकारादिप्रत्ययः द्वे इति अस्ति, द्वे द्वं वा हि भवतु, तत्र सर्वत्र एतादृशकार्याणि एव भवन्ति। केवलं हि अस्ति चेत् तत्र हुजल्भ्यो हेर्भिः कारणेन तदनन्तरं धकारः आयाति। तर्हि सर्वत्र शकारान्तधातुः अस्ति इति कृत्वा व्रश्च ब्रश्च सृज मृज यज राज ब्राज शां शः इत्यनेन तालव्यशकारस्य स्थाने मूर्धन्यशकारः, इदानीं मूर्धन्यशकारस्य अनन्तरं धकारः अस्ति इति कृत्वा तत्र शकारस्य प्रभावेण तत्र ष्टुनाष्टुः कार्यं करोति। तर्हि धकारस्य स्थाने मूर्धन्यढकारः आगच्छति, द्वे इति भवति, ईश् योगः द्वे इति स्थितिः। इदानीं शकारः जल्वर्णः अपि च डकारः झष्वर्णः इति कृत्वा झलां झश्चषि इति कृत्वा मूर्धन्य शकारस्य स्थाने अल्पप्राणडकारः आगच्छति, ईडियोगः ढ्वे। तर्हि मेलनं कृत्वा ईढ्वे इति रूपमायाति। तथैव अग्रे वक्तव्यं वा नो चेत् यदि मूर्धन्यशकारान्तः अस्ति तर्हि सोपानं एकसोपानं न्यूनं भवति, यतोहि उपरि वयं तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति इति कृतम्। अत्र तु मूर्धन्यशकारः एव धातोः अन्ते अस्ति इति कृत्वा तदनन्तरं शकारादि शकारात् अनन्तरं धकारः अस्ति इति कृत्वा ष्टुनाष्टुः भवति, तदनन्तरं जलां झश्चषि। तर्हि यदि तालव्यशकारः अस्ति तत्र त्रीणि सोपानानि व्रश्च ब्रश्च अपि च ष्टुनाष्टुः तदनन्तरं जलां झषि झश्झषि, यदि मूर्धन्यशकारः अस्ति तत्र ष्टुनाष्टुः अपि च जलां झश्झषि। परन्तु यदि हि इति अस्ति मध्यमपुरुषे एकवचने तर्हि तत्र धकारः आगच्छति हुजल्भ्यो हेर्भिः इति कारणेन। पुनः शुकवर्ण अपुष्पा भगिनी अस्ति वा? पुष्पा भगिनी वदति किल अत्र उदाहरणानि इच्छामि। पुष्पा भगिनी चक्ष् योगः द्वे, अत्र संयोगः अस्ति ककारः षकारः, अत्र कोः संयोगात् संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः भवति। छष् योगः द्वे, शकारस्य प्रभावेन ढकारः शृणाष्टुः इति सूत्रेण ढकारस्थाने मूर्धन्य ढकारः आयाति, तत्तु छष् योगः द्वे। अत्र ढकारः अस्ति इति जल्वर्ण शकारः जल्वर्णः अस्ति, तदैव अत्र झषि झष् आयाति, तत्तु चड् योगः द्वे इति अस्ति, तत्तु मेलनं कृत्वा अत्र स्कोः संयोगाद्योरन्ते चेति सूत्रं पुनः स्मारयति वा भगिनि? अत्र स्कोः सकारस्य ककारस्य लोपः भवति संयोगस्ति चेत्। अत्र अन्ते च इति अस्ति इत्युक्ते पदान्ते, पदस्य इति अनुवृत्तिः अस्ति, तर्हि पदान्ते वा नो चेत् जलि परे वा जलि यदि संयोगः अस्ति, संयोगः अस्ति संयोगस्य प्रथमवर्णः सकारः वा ककारः वा अस्ति चेत् सकारस्य ककारस्य लोपः भवति अर्धभागं तु सूत्रे एव अस्ति, किन्तु अनन्तरम् अनुवृत्तिः कः इति जानीमः चेत् पूरयितुं शक्नुमः. संयोगाद्योर स्कोः लोपः झलि पदस्य अन्ते च. अग्रे अपि उदाहरणं अत्र उष् योगः धि, अत्र तु शकारस्य प्रभावेन दकारस्य परिवर्तनं आयाति. शृणाष्टुः सूत्रे सूत्रस्य कार्यं करोति. उष् योगः धि धकारस्य धकारः, तत्तु झलां झष् झषि इत्यनेन डकारस्य प्रभावेन शकारः तु डकारः तालव्य डकारः न अल्पप्राण वुड् योगः धि, तत्तु वुड्ढि इति सम्भवति. द्विष्योगः धि, तत्तु तथैव शृणाष्टुः इत्यनेन द्विष्योगः धि जलां जष्टषि इत्यनेन शकारः जलम् अस्ति चेत् अस्ति इति कारणेन डकारस्य प्रभावेन अल्पप्राण द्विड् योगः धि द्विड्ढि मेलनं कृत्वा द्विड्ढि. अत्र अचक्ष् योगः त्वं तत्र तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन शक ककारस्य लोपः भवति. अचष्योगः ध्वम् अत्रैव शृणाष्टुः कार्यं करोति. अचष्योगः ध्वं ध्वं तु ध्वम् आयाति परिवर्तनम् आयाति. झलां झष्झषि इत्यनेन अचड् योगः ध्वम् अत्र अचध्वम् इति परिपूर्णम् अस्ति. धन्यवादः. शुक्वल् महोदय, अत्र स्वरसन्धिः इति पाठः अस्ति खलु, तत्र महोदयेन तुल्यस्य प्रयत्नमिति महोदयेन विवृतरूपेण दत्तमस्ति, उक्तमस्ति, किञ्चित् स्मारयति वा, नो चेत् भवतः मनसि एव अस्ति चेत् सवर्णम् इति आस्यप्रयत्नम् इत्युक्ते कः, कथं धकारः धकारः द्वौ अपि कथं तुल्यौ इति कथं वक्तुं यावत् मनसि अस्ति वदामि. तत्र तुल्यास्यप्रयत्नं सवर्णम् इति कयोः वर्णयोः केषु वर्णयोः वर्णेषु मध्ये सावर्ण्यं भवति इति एतत् सूत्रमेव वदति. तुल्यास्वप्रयत्नं सवर्णं, तत्र आस्यम् इत्युक्ते स्थानम् इति मन्ये. स्थानानि बहवः सन्ति, कण्ठः, तालुः, मूर्ध, ओष्ट, दन्त्य, कण्ठोष्ट, तादृशं वर्णानाम् उच्चारणस्थानं सामान्यं भवेत्. अपि च प्रयत्नं, तत्र यद्यपि प्रयत्नद्वयम् अस्ति, बाह्यप्रयत्नम् आन्तरप्रयत्नम् इति, सावर्ण्यार्थं सवर्णस्य निश्चयार्थं केवलम् आन्तरप्रयत्नमेव स्वीकुर्मः. तत्र उदाहरणं तत् मम स्मरणे नास्ति, विवृतः तादृशम् अस्ति, ईषत् सृष्टः तादृशम् अस्ति इति चिन्तयामि, किन्तु सम्यक् मम स्मरणे नास्ति. किन्तु स्थानः स्थानम् कुत्र अस्ति पाठः नयन् अन्ये व्याकरणविषयाः इति सम्बन्धविषयाः इति नयन् इति अस्ति. अनन्तरं तत्र चतुर्थभागः अस्ति स्वरसन्धिः इति. आदौ एव अस्ति तुल्यासप्रयत्नं सवर्णम् इति सूत्रस्य विवरणमस्ति. तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्. सवर्णसंज्ञाविधायकसूत्रम् इति. तुल्यः नाम सदृशः. आस्यम् अस्योगः ण्यत् इति अनेन आस्यम् इति रूपं प्राप्नोति. आस्यं नाम मुखे सञ्जायते यत्. तत्र अदे भागे इतोपि विवरणं दत्तमस्ति. अत्र स्वरसन्धिः इति भागः करपत्र भिन्नं करपत्रमस्ति भिन्नकरपत्रम् आं नयन् इति अंशस्य भागस्य स्वरसन्धिः चतुर्थभागः अंशः. तदेव मया उद्घाटितं. ओ सा पृष्टवती. वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति. कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति. अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति. स्थानानि कण्ठः तालुः मूर्धा दन्ता ओष्ठौ इत्यादिकम्. आभ्यन्तरप्रयत्नः इत्युक्ते स्पृष्टः ईषत् स्पृष्टः ईषद् विवृतः विवृतः संवृतः च इति. बाह्यप्रयत्नाः इत्युक्ते विवाराः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अविदात्तः स्वरिता च इति. ध्येयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्येते. बाह्यप्रयत्नः अस्मिन् विषये न एव अन्तर्भूतः. अनेन अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति. येषां वर्णानां स्थानं कण्ठः आभ्यन्तरप्रयत्नः विवृतः इति. तत्र सावर्ण्यार्थं स्थानम् अपि च आभ्यन्तरप्रयत्नमेव द्रष्टव्यम् इति चेत् अत्र प्रकृतविषये षकारस्य सवर्णः अल्पप्राणडकारः इति वयं स्वीकृतवन्तः. तत्र द्वौ अपि तत्र किन्तु षकारः अस्ति किल भगिनि. तत्र षकारस्य डकारः कथम् आयाति? तत्र तु किम् आसीत् स्थानेन्तरतमः इति स्थाने इति षकारः कालव्यवर्णः इति कृत्वा क्षम्यतां षकारः डकारः मूर्धावर्णाः इति मूर्धावर्णः इति कृत्वा स्थाने समानस्थाने इति कृत्वा. किन्तु प्रयत्नः तु आभ्यन्तरप्रयत्नः तत्र न आवश्यकं खलु. षकारस्य आभ्यन्तर अत्र अष्टाध्यायीगर्भं मध्ये पश्यति चेत् इतोपि विवृतरूपेण किञ्चित् विवृतरूपेण दत्तमस्ति. अत्र मम प्रश्नः अस्ति भगिनि, यदि केवलं स्थानम् इति स्वीकुर्मश्चेत् तत्र शकारः मूर्धन्यः, किन्तु तवर्गीयवर्णाः सर्वे मूर्धन्यः एव किल, तस्मिन् अल्पप्राणडकारः इति शकारस्य स्थाने कथम्? किम् इत्युक्ते अत्र सर्वे तु स्पृष्टाः एव, किम् इत्युक्ते तत्र तु बाह्यप्रयत्नस्य अपि प्रायः भवेत् इति स्थानान्तरतमः इति विषये. तत्र साधारणः किल, तत्र जश् वर्णः तृतीयवर्णः इति कृत्वा जलां जश्चषि इति कृत्वा डकारः, तत्र जष्त्वम् इति कृत्वा पञ्चवर्णेषु कः समानस्थाने इति कृत्वा स्थाने अन्तर्गतः द्वौ अपि मूर्धावर्णः इति कृत्वा ऋतुरषाणा मूर्धा इति कथम् अस्ति, शकारः डकारः द्वौ अपि मूर्धा यथा भगिनी उक्तवती, प्रत्याहारे अन्यवर्णाः न सन्ति, अन्य वर्णाः न सन्ति, किन्तु यदि वयं प्रयत्नम् इति पश्यामः चेत् सवर्गीयाः सर्वे तु मूर्धावर्णाः सन्ति, अनन्तरं वर्गीयव्यञ्जनानां सर्वे व्यञ्जनानि सर्वे तु स्पृष्टाः भवन्ति, तर्हि तावर्गीय सर्वे अपि तुल्यवर्णाः इति एव वक्तुं शक्यते खलु, तर्हि बाह्य अभ्यन्तरप्रयत्नम् एव द्रष्टव्यं, बाह्यप्रयत्नस्य आवश्यकता नास्ति, तर्हि न सर्वे तु मूर्धावर्णः स्पृष्टाः अपि इति कृत्वा सर्वे तु समान तुल्यवर्णाः इति वक्तुं शक्नुमः. इत्युक्ते आहत्य अत्र अष्टाध्यायी डाट् कां तत्रापि पश्यति वा महोदय, 119 इति सूत्रम् सर्वेषां वर्णानां स्थानम् अनन्तरम् अभ्यन्तरप्रयत्नमपि तत्र उक्तमस्ति, योजयितुं शक्नुमः तुल्यवर्णाः किं सन्ति. मूर्धा इति इदानीं नास्ति किन्तु अनन्तरं अस्तु महोदय, अत्र किं न दत्तमस्ति इत्युक्ते ते तु कण्ठः अस्ति, अकारः हकारः अपि कण्ठः एव, किन्तु अकारः पश्यामः चेत् अकारः अत्र अत्र स्वराणां तु विवृतः इति तर्हि अकारः विवृतः किन्तु सकारः पृष्टः, तर्हि ते तु तुल्यवर्णाः न भवितुमर्हन्ति, किन्तु सकार ककार गकार घकार ञकारः तु सर्वे तु पृष्टाः, अनन्तरं कण्ठ्याः अपि इति कृत्वा तुल्यवर्णाः भवितुमर्हन्ति इति. किन्तु अत्र प्रकृतविषये जलां झषि इति सूत्रेण शकारस्य मूर्धन्यशकारस्य स्थाने यद्यपि स्थानेन्तरतमः इति सूत्रेण तवर्गीय यत्किमपि वर्णः भवितुम् अर्हति, तथापि अत्र जलां जष्ट्वमेव विधीयते इति कृत्वा अल्पप्राणडकारः एव स्वीकृतम्. तत्र तु स्थानमेव दृष्टव्यम्, अभ्यन्तरप्रयत्नस्य आवश्यकता नास्ति, स्थाने अन्तरतमः इति यद्यपि भिन्नम् अस्ति, आम् यद्यपि भिन्नम् अस्ति तथापि कण्ठे कण्ठे मूर्धावर्णः अस्ति इति कृत्वा डकारः, स्थानम् उत्पादनस्थानं समानमस्ति मूर्धा इति कृत्वा स्थानेऽन्तरतमः इति अनेन इति सूत्रेण शकारस्य स्थाने तवर्गीय यत्किमपि वर्णः भवितुम् अर्हति, यत्किमपि मूर्धावर्णः तवर्गीयवर्णः सर्वे मूर्धाः सन्ति किल, तवर्गीयवर्णे सर्वे मूर्धाः, अनन्तरं ऋकारः अपि मूर्धा रेफः अपि मूर्धा आम्, किन्तु अतः एव मया जश्वर्णेषु कः मूर्धा इति द्रष्टव्यम्. आम् आम् सूत्रद्वयमपि उपयुज्य केवलं डकारः एव भवितुमर्हति, सूत्रद्वयम् इति तुल्यवर्णस्य आवश्यकता नास्ति, तत्र तु सूत्रद्वयं किम् इत्युक्ते ऋतुरश्माणा मूर्धा इति सूत्रम्, अनन्तरं तत्रैव मूर्धा इति अस्ति, अनन्तरं जलाञ्जशि इति सूत्रम् स्थानमेव इत्युक्ते अत्र तुल्यासप्रयत्नम् इत्यस्य प्रसक्तिरपि नास्ति, अपि च स्थानेन्द्रतमः इत्यपि नास्ति वा? स्थानेन्द्रतमः अपि अस्ति, सत्यं स्थाने स्थानेन्द्रं स्थाने मुखस्य स्थाने कुत्र अस्ति इति तस्यपि अवश्यं तुल्यासप्रयत्नम् इत्यस्य आवश्यकता नास्ति इति वा? तत् तद् आं तद् मया दोषेण उक्तम्. मम अत्र संशयः आसीत् पूर्वं. तर्हि अग्रे सुब्रह्मण्यमहोदय, अत्र धातुः सकारान्तः प्रत्ययः भगिनि, धातुः सकारान्तः प्रत्ययः धकारादिः. धकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण. अयं झलाञ्झषि इत्यस्य अपवादः. नो चेत् सा स्थाने तृतीयसदस्यधकारादेशः भवति स्म. अत्र इदानीं धातुः सकारान्तधातुः, प्रत्ययः तु धकारादिप्रत्ययः. तस्मिन् समये अत्र झलाञ्झषि इत्यस्य कार्यं भवति स्म, परन्तु अत्र नूतनसूत्रमस्ति धी च इति. तत् सूत्रम् अपवादत्वेन सकारान्तधातोः अपि च धकारादिप्रत्ययस्य कृते धी च इति सूत्रेण अत्र धातोः अन्ते यः सकारः अस्ति तस्य लोपः भवति इति. उदाहरणानि सन्ति अत्र. चकास योगः धि, अत्र सकारान्तधातुः धकारादिप्रत्ययः. प्रायः धि इति पूर्वं हि आसीत्, इदानीम् अत्र हूजल्भ्यो हेर्धिः इत्यनेन हि स्थाने धि. इदानीमत्र सकारान्तधातुः धकारादिप्रत्ययः भूत्वा अत्र धि च इत्यनेन सकारस्य लोपः भवति. चकायोगः धि, इदानीं केवलं वर्णमेलनं चकाधि. तथा एव अत्र कंस योगः द्वे, अत्रापि धि च इत्यनेन सकारस्य लोपः भूत्वा अत्र योगः द्वे. अपि च इदानीमत्र यः अनुस्वारः अस्ति, अनुस्वारस्य ययि परसवर्णः इत्यनेन अत्र अनुस्वारस्य स्थाने धकारेण धकारस्य अत्र धकारः अस्ति परः, धकारेण सह स्ववर्गीय वर्णः यः अनुस्वारस्य सवर्णः भवति स च वर्णः अत्र आयाति आगच्छति. अतः अत्र नकारः आगत्य कन्ध्वे इति रूपं भवति. आस् योगः द्वे, अत्र पुनः धी च इत्यनेन सकारस्य लोपः वर्णमेलनं भूत्वा आध्वे. नीन्स् योगः द्वे, अत्रापि सकारस्य लोपः धी च इत्यनेन, अपि च अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अत्र नकारः निन्ध्वे इति रूपम्. आशास् योगः द्वे, पुनः अत्र धी च इत्यनेन सकारस्य लोपः आशाध्वे वर्णमेलनं भूत्वा. वस् योगः द्वे, अत्रापि सकारस्य लोपः भूत्वा वध्वे इति रूपं निष्पन्नं भवति. इदानीं धी च वदति सकारस्य लोपो भवति धकारादिप्रत्यये परे. धि सप्तम्यन्तं च अव्ययपदं, द्विपदमिदं सूत्रं. रात्सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धी च सस्य लोपः. अत्र धी च इति सूत्रं वदति, अत्र अनुवृत्तिसहितसूत्रमस्ति धी च सस्य लोपः इत्युक्ते अत्र धी इति सप्तम्यन्तं भूत्वा धी अत्र धकारादिप्रत्ययः परः, अपि च पूर्वं तस्मात् पूर्वं यः सकारः अस्ति तस्य लोपः भवति इति. धी च तस्य लोपः सूत्रमस्ति धी च. भगिनी मम एकः प्रश्नः अस्ति अत्र अत्र दीच इति अत्र वर्णनिमित्तककार्यं नास्ति वा? तत्र किमर्थं दकारादिप्रत्यये परे इति अस्ति? दीच इति अष्टम अध्यायस्य द्वितीयपादे अस्ति. अहं वर्णनिमित्तिकं कार्यम् इति अत्र अङ्गकार्यं नास्ति, वर्णनिमित्तिकं कार्यं. तर्हि तत्र किमपि विशिष्ट परिभाषा किमपि अस्ति वा तेन कारणेन अत्र प्रत्ययः इति अस्ति, तकारादिप्रत्ययः? किमर्थमित्युक्ते सामान्यतया अत्र अष्टमाध्यायस्य द्वितीयपदे सर्वत्र वर्णनिमित्तिककार्यमेव किल? आं सत्यं भगिनि. अत्र अत्र दशस्ततो दोदः इति यथा अस्ति तत्रापि तकारः तकारयोः इति एव उक्तमस्ति. तादृशमेव अष्टमाध्यस्य द्वितीयपादे एव एतत् सूत्रमपि आयाति. तर्हि केवलं वर्णनिमित्तिकमिति प्रायः महोदय किमर्थं तकारादिप्रत्ययः इति प्रायः काशिकावृत्त्यां तादृशं दत्तमस्ति भगिनि, धकारादौ प्रत्यये परतः इति दत्तमस्ति प्रायः ततः महोदयेन लिखितम्. किन्तु यत् विद्याभगिन्या उक्तं तत् सत्यमेव, प्रत्ययः इति तत्र नास्ति. महाभाष्ये प्रत्ययः इति पदं न लिखितं, प्रायः फलितार्थः तादृशं भवति चिन्तयामि. प्रत्ययं विना कुत्र आगच्छति इति प्रश्नः भवति चेत् सर्वत्र प्रत्ययः एव आगच्छति इति मन्ये. प्रत्ययं विना कुत्र धकारः आगन्तुं शक्नोति? यदि धकारादिपदम् अस्ति परन्तु तत्र संहितायाम् इति नास्ति. अपि च अपदान्ते वा पदान्ते वा अत्र तु धी इति अस्ति इति कृत्वा पदान्ते न भवितुं न भवति. तर्हि प्रत्यये परे अपदान्ते इत्युक्ते केवलं प्रत्यये यत्र समासः भवति तत्रापि भवितुम् तत्र वर्णनिमित्तकं भवितुं शक्नोति किल. अत्र राजस्य इति अस्ति न, तथैव तत्कारणात् सकारः तत्रापि तत्रापि प्रत्ययः इति किमपि नास्ति खलु. अत्र मातुः पुस्तकं पश्यामश्चेत् सकारस्य लोपः इति शीर्षके राक्षस्य धी च झलो झलि ईट ईट स्कोः संयोगाद्यरन्ते च इति सकारलोपविषये सूत्राणि रचितमस्ति. तत्तु सत्यं, परन्तु भगिन्याः प्रश्नः केवलं प्रत्यये परे किमर्थम् इत्येव किल. आम् प्रायः काशिकाकारः वदति धकारादौ प्रत्यये परतः प्रायः फलितार्थः प्रत्यये एव भवति इति अहं चिन्तयामि। न द्रष्टव्यं भगिनि कुत्रापि अस्ति एतादृशः भवितुम् अर्हति इति मन्ये, परन्तु कुत्र आगच्छति इति। अपि च भगिनी भव्या भगिनी भवती स्मरति किल तत्र एकाचो बशोबश्चषन्तस्य स्तोः, तत्रापि तत्र सकारादिप्रत्ययः इति नास्ति, केवलं सकारे परे इति वयं पूर्वं चर्चितवन्तः तत्र। आं विद्या भगिनी भवत्याः प्रश्नः समीचीनमेव, किन्तु फलितार्थः अन्यत् उदाहरणं नास्ति चेत् प्रत्ययः इत्येव स्वीकार्य। अस्तु प्रायः महोदय एतत् करपत्रं पूर्वं रचितवान् खलु, अनन्तरं तस्य परिशीलनं परिवर्तनं न कृतवान् इति, किमर्थमित्युक्ते एकवर्षवर्ष तत्रापि प्रत्ययः इति उक्तमस्ति वयं, किन्तु महोदय गतसप्ताहे गतवर्गेषु उक्तवान् सकारादि इति एव अस्ति प्रत्ययः इति आवश्यकम् इति उक्तवान् आसीत्। अस्तु भगिनि अग्रे गच्छामः। अन्यत् एकः प्रश्नः अस्ति भगिनि, अत्र धीच इति सूत्रं झलां झष्झषि इत्यस्य अपवादः इति उक्तवन्तः किल, तत्र तु असिद्धत्वं भवति न तु अपवादः किल? अत्र असिद्धत्वं तु भवति एव, परन्तु ततः अग्रे अपवादः अस्ति वा इति द्रष्टव्यं किल। यदि अपवादः अस्ति चेत् तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति। किन्तु अत्र तु अष्टमाध्ये त्रिपाद्यां तु अपवादः इति किमपि न द्रष्टव्यं खलु, केवलं तदर्थमेव पृष्टवती। अत्र झलां झषि इति असिद्धं भवति इति कृत्वा धीच कार्यं करोति, अत्र इत्यस्य अपवादः इति वक्तुं न शक्यते खलु। अष्टमाध्याय त्रिपाद्यामपि अपवादः इति भवितुम् अर्हति किल, किमर्थं त्रिपाद्याम् अपवादः न भवितुम् अर्हति? बलाबलस्य कार्यमेव तत्र न भवति खलु भगिनि, तत्र तु असिद्धत्वम् एव भवति। असिद्धत्वं तु भवति, परन्तु अपवादः अपि भवितुम् अर्हति किल। वयं न्यूनकार्यक्षेत्रं चिन्तनमेव न भवति खलु, यदि चिन्तयामः चेत् तर्हि पूर्वत्र सिद्धमिति सूत्रस्य निषेधः, प्रायः सूत्रद्वयं किमपि सन्ति यत्र पूर्वसूत्रस्य कार्यं परसूत्रं पश्यति, किमर्थम् इत्युक्ते तादृशरूपम् अस्ति इति कृत्वा लोकेषु त्रिपाद्याम् आगच्छति तर्हि अपवादः, परन्तु यदि त्रिपाद्याम् आगच्छति तर्हि असिद्धम् इति मम अवगमनम्। अहं चिन्तयामि भगिनि, एतत्तु पुरातनकरपत्रमस्ति, अत्र महोदय अत्र पश्यति चेत् नव यत्र वयं दासपाठे हल्सन्ति द्वितीयभागः दृष्टवन्तः, तत्र महोदयेन परिशीलितमस्ति यत्र भगिनी यथा उक्तवती एकाचो वशभ्यसन्तस्य स्वोः इति सूत्रे तु सकारे परे द्वे शब्दे परे पदान्ते इति परिशीलितमस्ति, किन्तु अत्र एतस्मिन् करपत्रे पुरातनमस्ति यत्र प्रत्यये परे इति सर्वं, तर्हि प्रायः यदि महोदयं वक्ष्यामः तर्हि महोदय निष्कास्यति इति मन्ये। अपि च अन्यत् सिद्धान्तमपि वयं दृष्टवन्तः किल, जलां झष् झषि इति सामान्य सूत्रं, धी च इति तत्र धी इति किमपि पदं महोदयेन तत्र उपयुज्यते प्रतिफलितम् इति प्रतिपदोक्तत्वात् तदपि एकः सिद्धान्तः अस्ति, अत्र धी इति साक्षात् उक्तं, परन्तु अत्र तु अपवाद असिद्धम् इत्येव मम चिन्तनम् इति किमर्थं प्रायः परिवर्तते महोदय, अत्र अत्र धी इति तत्र धी इति सप्तम्यन्तं पदमस्ति किल, तर्हि तत्र तकारः एव न तु धी इति पदम् अथवा धातु तथा नास्ति किल? पुनः वदतु भगिनि, सप्तम्यन्तम् अस्ति इति कृत्वा? यत्र प्रतिपदोक्तत्वम् इत्युक्ते यत्र धातुः अथवा साक्षात् तत्र धातुः यथा जनसन खन इति धातोः वर्णनमस्ति तत्र प्रतिपदोक्तत्वम् इति वदामः, परन्तु अत्र धि इति इत्युक्ते तत्र धि इति कि प्रत्ययः इति नास्ति किल? तत्र धि इत्युक्ते अत्र सप्तम्यन्तं दकारे परे. सत्यं सत्यं भगिनि. तादृशं नास्ति अत्र. आम्, तत्र तत्र हे हे इति हि इति साक्षात् उक्तमस्ति, हि स्थाने धि आगच्छति, किन्तु अत्र धि इति सप्तमी एव धकारादि वर्ण धकारादि किमपि अस्ति चेत् भवति इति. आम् किमपि भवति, गीता इति सूत्रस्य कार्यमेव भवति. उक्तवान् वा पठितवान् वा एतत् महोदय? आं भगिनि. विद्या भगिनि. अस्तु, धातुः हकारान्तः प्रत्ययः धकारादिः सामान्यनियमः. धकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने धकारादेशो भवति होडः इत्यनेन सूत्रेण. प्रत्यये आदौ स्थितस्य धकारस्य स्थाने ढ आदेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढ लोपो भवति ढोढे लोपः इति सूत्रेण. ढ लोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण. अत्र हकारान्तधातुः अस्ति चेत् तत्र सामान्यनियमः प्रथमं हकारान्तधातूनां कृते यदि प्रत्ययः धकारादिः यदि हि इति अस्ति चेत् तत्र हूजल्भ्यो हेर्दिः इत्यनेन धि इति भवति. तत्र प्रथमं हकारान्तधातुः तत्र सामान्यनियमः अस्ति होडः इत्यनेन तत्र हकारस्य स्थाने ढकारः भवति. किमर्थमित्युक्ते दकारः झल् वर्णः अस्ति. तदनन्तरं डकारः अनन्तरं धकारः इति कृत्वा डकारस्य प्रभावेन तत्र धकारस्य स्थाने ढकारः भवति ष्टुनाष्टुः इति सूत्रेण. तत्र जलां झश्चषि इत्यस्य अपि प्रसक्तिः, परन्तु ष्टुनाष्टुः एव पूर्वसूत्रम् इति कृत्वा तस्य कार्यम्. इदानीं तत्र ढ योगः ढ इति अस्ति, तत्र डोडे लोपः इति सूत्रेण तत्र डकारे परे पूर्वं स्थितस्य डकारस्य लोपः. इदानीं केवलं ढ इति अवशिष्यते. तत्र ढ तस्मात् प्राक् अण्वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रम्. अत्र लिह्योगः धि, तत्र धि इति हि इति प्रत्ययः लिह् योगः हि, तत्र सर्वप्रथमं हूजल्भ्यो हेर्दिः इत्यनेन धि इति भवति. किमर्थम् इत्युक्ते हकारः जल् वर्णः. अनन्तरं तत्र हि इति प्रत्ययः अपित् प्रत्ययः, अतः अत्र अत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः, परन्तु सार्वधातुकम् अपित् निति च इत्यनेन तत्र गुणनिषेधः. अनन्तरम् अत्र होडः इति सूत्रेण तत्र हकारस्य स्थाने ढकारः, अनन्तरं तत्र दकारः झलि परे लिड् योगः धि. इदानीं तत्र ष्टुनाष्टुः इति सूत्रेण तत्र डकारस्य प्रभावेन ढकारस्य स्थाने ढकारः भवति लिड् योगः ढि इति भवति. तदनन्तरं इदानीं तत्र लिड् योगः डि, तत्र जलां झश्झषि इत्यस्य अपि प्रसक्तिः अस्ति, डोडे लोपः इत्यस्य अपि प्रसक्तिः अस्ति. डोडे लोपः इति सूत्रं षष्ठाध्याये अस्ति, अष्टमाध्यायस्य तृतीयपादे अस्ति, जलां झश्झषि चतुर्थपादे अस्ति इति कृत्वा पूर्वतासिद्धम् इत्यनेन ढोडे लोपः एव कार्यं करोति इति कृत्वा डकारे परे पूर्वतनडकारस्य लोपः लीयोगः ढि. अनन्तरम् इदानीं तत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन तत्र डकारलोपनिमित्तक डकारे परे पूर्वं स्थितस्य अण् इदानीं तत्र अण् इत्युक्ते इकारः अयु अण् इत्यस्य दीर्घत्वम् इति कृत्वा लीढि इति भवति. अनन्तरं लिह् योगः द्वे, अत्रापि पुनः समानकार्यं, द्वे इति अपित् प्रत्ययः अतः तत्र गुणनिषेधः. सामान्यसूत्रं होडः इत्यनेन लिड् लिड् योगः द्वे, अनन्तरं पुनः ष्टुनाष्टुः इत्यनेन लिड् योगः द्वे, अनन्तरं डोडे लोपः इत्यनेन तत्र डकारस्य लोपः ली योगः द्वे, अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन दीर्घत्वं ली ली द्वे इति रूपम्. अनन्तरं पुनः तथा एव अत्र जोगुः योगः दि, जोगुः योगः हि, तत्र धी इति भवति हूजल्भ्यो हेर्दिः इत्यनेन. तदनन्तरं पुनः होडः जोगुड् योगः धि, अनन्तरं ष्टुनाष्टुः जोगुड् योगः धि, अनन्तरं डोडे लोपः इत्यनेन तत्र डकारस्य लोपः झोगुड् योगः धि, अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन तत्र जोगु तत्र उकारस्य दीर्घत्वं जोगूडि जोगूडि इति रूपम्. अत्र भगिनि एक सूत्रं वद त्वं, अष्टुनाष्टुः कार्यं करोति न तु चलांजष्टसि. हा तत्र लिड् लिड् योगः दि इति अस्ति किल भगिनि, तत्र लिड् योगः दि, तत्र धी तत्र तकारः जश् वर्णः चतुर्थवर्णः, अनन्तरं तत्र डकारः जल् वर्णः इति कृत्वा तत्र ष्टुनाष्टुः इत्यस्यापि प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते डकारः अस्ति, तत्र डकारस्य प्रभावेन तत्र डकारस्य स्थाने ट वर्गस्य चतुर्थवर्णः डकारः अपि भवितुम् अर्हति. अपि च तत्र धी इति तत्र डकारः जश् वर्णः इति कृत्वा तत्र जल् स्थाने जश् इति कृत्वा तत्र टवर्गस्य तृतीयवर्णः डकारः अपि भवितुम् अर्हति. परन्तु अत्र पूर्वत्रासिद्धम् इत्यनेन ष्टुनाष्टुः इत्येव पूर्वसूत्रं, जलां जष्टसि परसूत्रम् इति कृत्वा ष्टुनाष्टुः इत्यस्य एव कार्यम्. अस्तु अस्तु भगिनि. कोडः अष्टमध्ये अष्टतृतीयपादे एकत्रिंशति सूत्रं, हकारस्य स्थाने ढकारो आदेशः भवति झलि पदान्ते च. अनुवृत्तिसहितसूत्रमस्ति ह ढ झलि पदस्य अन्ते च. पदान्ते अस्ति यदि हकारान्तधातुः अस्ति तस्य स्थाने ढकार आगच्छति. यदि झल् झल् प्रत्याहारे परे अस्ति पदान्ते अस्ति च. होड यथा भगिनी उक्तवती लिह् योगधि तत्र हकारस्य स्थाने ढकार आगच्छति होड इति सूत्रेण. द्वितीयसूत्रमस्ति ढो ढे लोप अष्टमध्यासे तृतीयपादे त्रयोदशसूत्रं, ढकारे परे पूर्वतनढकारस्य लोपो भवति. ढ षष्ट्यन्तं ढे सप्त्यन्तं लोप प्रथमान्तं त्रिपदम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं ढ ढे लोपः. अत्र यदि ढ योग ढ भवति पूर्वसूत्रं ढ ढकार धातोः अन्ते ढकार अस्ति तस्य योग भवति ढकारे प्रत्यय ढकारप्रत्यय सह तत्र पूर्वढकारस्य लोपः भवति ढ ढे लोप. सो ढ पूर्व सक ढकारस्य अस्ति षष्ठमी विभक्ति, पर ढकारस्य अस्ति सप्तमी विभक्ति. ढ लोपे पूर्वस्य एतत् सूत्रं ढ ढोडे लोप तस्य झलो झल् झस् झल्सि तस्य पूर्वतः सिद्धं भवति द्वे सूत्रे समानकाले यदि आगच्छति ढोढे लोप तस्य प्रसक्तिः भवति पूर्वत्र सिद्धम् इति कारेण. धलोपे पूर्वस्य दीर्घो न धरे फयो लोप लोपनिमित्तयोः पूर्वसयाणो दीर्घः. धकारे धकाररेफयो लोपस्य निमित्तक धकाररेफे परे अण् प्रत्याहारे स्थितस्य दीर्घो आदेशः भवति. सूत्रं सम्पूर्णं धलोपे पूर्वस्य अणदीर्घः. ढकार या रेफ तयोः परे यदि ढकार अस्ति पूर्व ढकार या रेफ तस्य लोप भवति तस्य पूर्वं यदि अण् प्रत्याहारको अपि वर्णः अस्ति तस्य तस्य स्वरस्य दीर्घः भवति. अण् प्रत्याहारे आगच्छति अ इ उ त्रयः स्वरः. यदि यथा पूर्वं वयं दृष्टवन्तः लिग् योग द्वे यदि अस्ति तत्र ध पूर्वढकारस्य लोपः भवति लकारस्य परि इकार यदि अस्ति सः अण्प्रत्याहारे आगच्छति. लोपः भूत्वा इकारस्य दीर्घो भवति ईकार भवति लीढ् लीढ्वे इति भवति. सो ध लोपे पूर्वस्य दीर्घो आण इति कार्यं भवति इति सूत्रस्य कार्यं. रेफ लोपे परे रेफ वयं सन्धिपाठं दृष्टवन्तः तत्र अपि एतत् सूत्रं कार्यं करोति. यदि रेफस्य परे रेफ अस्ति तत्र पूर्वरेफस्य लोपः भवति तत्र अपि पूर्व प्रत्ययस्य दीर्घो भवति स्वरस्य. तत्र हेमा भगिन्याः प्रश्नः आसीत् किल, तत्र त्रिपाद्याम् अपवादः अस्ति वा न इति. तद्विषये पूर्वं यत्र वयं हल्सन्धि द्वितीयपाठः तत्र षडोः कहसि अपि च शुनाष्टुः इत्यस्मिन् सन्दर्भे अपि महोदयेन उक्तवान् तत् षडोः कहसि इति ष्टुनाष्टुः इत्यस्य अपवादसूत्रम् अस्ति. किमर्थं तत्र षडोः कहसि इति अष्टमाध्यायस्य द्वितीयपादे अस्ति, ष्टुनाष्टुः चतुर्थपादे अस्ति. तत्र करपत्रे अपि तत्रापि अस्ति ष्टुनाष्टुः इत्यस्य अपवादः इति. तदपि पुरातनः इति अस्ति वा? शुनाष्टुः अपि तत्र षडोः कहसि इति सूत्रमस्ति किल तत्र. आं तदपि लिखिष्यामि. अपि च एतदपि मया श्रुतम् इति अहं चिन्तयामि. महोदयेन उक्तं विप्रतिषेधे परं कार्यम् इत्यस्य इति सूत्रस्य प्रसक्तिः त्रिपाद्याम् अपि भवितुम् अर्हति इति मया श्रुतम् इति अहं चिन्तयामि. असिद्धं भूत्वा कदापि न भवति खलु, पूर्वपरस्य अन्तरङ्गे एतत् सर्वे तु अपगच्छति तु खलु. भगिनी विद्या भगिनी आयाति इति चिन्तयति वा? भगिनी तत्र पूर्वं वयं जलां जषसि अपि च शुनाष्टुः इत्यस्मिन् विषये वयं चर्चितवन्तः. तत्र तस्मिन् सन्दर्भे महोदयेन उक्तवान् विप्रतिषेधे परं कार्यं सर्वत्र भवितुमर्हति, न तु केवलं सपादसप्ताध्यायं. वस्तुतः तु विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रम् अस्ति. तर्हि यत्र कुत्रापि आगन्तुं शक्नोति, परन्तु पूर्वत्र सिद्धम् इति अधिकारसूत्रम् अस्ति. तत् सूत्रं तु केवलं त्रिपाद्यामेव कार्यं करोति. आं तर्हि पूर्वातरसिद्धम् इत्यनेन कदापि परसूत्रस्य कार्यं न भवति खलु, यद्यपि परसूत्रं तथा एव यद्यपि अपवादसूत्रम् इति किमपि न्यूनक्षेत्रं वा बृहत्क्षेत्रं वा अन्तरङ्गं वा यत्किमपि भवतु त्रिपाद्यां तु पूर्वत्र सिद्धम् इति अधिकारसूत्रेण तस्य कार्यं न भवति, पूर्वसूत्रस्य एव कार्यं भवति, परन्तु विप्रतिषेधपरं कार्यम् अपि च अपवादसूत्रं तयोः सम्बन्धः कः? अपवादः इत्युक्ते तत्र तु महाभाष्यवाक्यमस्ति किल, तत्र पूर्वपरनित्यन्तरङ्ग अपवादानां महाभाष्यवाक्यम् अथवा किमपि कार्यक्षेत्रम् इति सर्वं द्रष्टव्यं खलु तादृशसूत्रं यदा भवति चेत् पूर्वपरनित्यन्तरङ्ग इति पूर्वपरनित्यन्तरङ्ग तत्रैव वर्तते खलु पूर्व पर इति तत्र विप्रतिषेधे परं कार्यम् इति अस्ति तदेव तत्र गृह्णाति तदेव परिभाषां गृह्णाति पूर्वपरनित्यन्तरङ्ग इति सूत्रेति तर्हि यत्र अपवादः अस्ति तत्र तु अन्यत्र लब्ध अवकाशः अस्ति वा न इति एव वयं पश्यामः किल, अन्यत्र लब्ध अवकाशः यत्र नास्ति अन्यत्र लब्ध अवकाशः तत्रैव अपवादः, किन्तु अपवादः अस्ति चेत् अन्यत्र इति चिन्तनमपि न भवति खलु, आम् अन्यत्र लब्ध अवकाशः न वर्तते न भवति कदापि न भवति यस्य सूत्रस्य निरवकाशः भवति तदेव अपवादसूत्रः. किन्तु अपवादनिरवकाशः इति यत्र भवति चेत् अन्यत्र अन्यत्र लब्धावकाशः अपि न भवति खलु, हा अन्यत्र लब्धावकाशः न भवति, न भवति यदा अपवादः भवति. एकस्य सूत्रस्य निरवकाशत्वं भवति. तत्र चित्रा भगिन्याः चित्रं पुनः स्मरामः चेत् तत्र तु इन्टर्सेक्स् भवति एव अन्यत्र अवकाशः लब्धावकाशः भवति, एकस्य एव अन्तर्गतः अस्ति चेत् तत्तु अपवादं भवति, तर्हि अन्यत्र लब्ध अवकाशः कदापि न भवति इति इत्युक्ते विप्रतिषेधे परं कार्यम् अपि च पूर्वत्र सिद्धम् एतयोः मध्ये पूर्वत्र सिद्धम् इति विप्रतिषेधे परं कार्यम् इति सूत्रस्य अपवादः वा? बलाबलस्य चिन्तनस्य एव अपवादः न न विप्रतिषेधे परं कार्यम् अपि च पूर्वत्र सिद्धम् एतयोः मध्ये यद्यपि विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः अष्टाध्याय्यां सर्वत्र भवितुमर्हति, किन्तु त्रिपाध्याय्यां पूर्वत्र सिद्धमेव तस्य अधिकारः एव अस्ति इति कृत्वा तत् अपवादयति पूर्व परकार्यस्य चिन्तनं बहु सम्यक् अस्ति. अत्र सिद्धान्तकौमुदीवाक्यम् उक्तमस्ति तुल्यबलविरोधो परं कार्यं स्यात् इति लोपे प्राप्ते पूर्वत्र सिद्धम् इति अहं तु न गच्छामि, किन्तु तत्रैव पूर्वत्र सिद्धम् इति यत्र आयाति त्रयः न आयाति इति भाषा किञ्चित् कठिना अस्ति, यदि कोऽपि द्रष्टुं शक्नोति चेत् अत्र पूर्व विप्रतिषेधे परं कार्यम् इति सूत्रं यत्र अस्ति तत्र सिद्धान्तकौमुदी भागः तत्र पूर्वत्र सिद्धम् इत्यस्यापि उल्लेखः अस्ति, तर्हि यदि अवगच्छति कृपया वदतु. अस्तु मिलित्वा प्रयत्नं कुर्मः. अत्र तु स्पष्टतया लिखितमस्ति विप्रतिषेधे परं कार्यम् अस्य सूत्रस्य प्रसक्तिः केवलं पादसप्ताध्यायमेव भवति. लिखितमस्ति अष्टाध्यायामपि अस्ति भगिनि, तत्र केवलं सपाद्याम् एव भवति, त्रिपाद्यां पूर्वत्र सिद्धम् इति पठितम्. तर्हि महोदय उक्तवान् तत् सत्यमेव इत्युक्ते पूर्वत्र सिद्धम् अपवादरूपेण कार्यमेव करोति, किमपि इत्युक्ते पितृषेधे परं कार्यम् इति तत्र सपादशब्दाध्यायमेव तस्य कार्यम् इति न नियमितम्. तर्हि विप्रतिषेधे परं कार्यं त्रिपाद्यं नास्ति इति अवगच्छामः. तर्हि तदेव अस्माकं, तर्हि यत् वयं चिन्तितवन्तः तत् सत्यमेव. अपवादः अपि तत्र न आयाति खलु, तद् द्रष्टव्यं. विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः अष्टाध्याय्यां सर्वत्र भवति इति स्वीकुर्मश्चेत् पूर्वत्रासिद्धम् इत्यस्य सूत्रस्य अवसरः एव न मिलति इति कृत्वा पूर्वत्रासिद्धम् इति विप्रतिषेधे परं कार्यम् इति सूत्रस्य अपवादः भवति, निरवकाशं भवति इति कृत्वा. सर्वत्र भवति इति न उक्तं खलु, तत्र अष्टाध्यायी डाट् काम् मध्ये तु केवलं विप्रतिषेधे न भवति इत्यपि न उक्तं किल, सपाद्यामेव भवति इति उक्तं किल, कुत्र सूत्रे तादृशं नास्ति, परन्तु महोदय अपवादः इत्युक्ते यत्र यत्र द्वे विधि विधायकसूत्रम् अथवा निषेधकसूत्रं तादृशसूत्रम् अस्ति चेत् एव अपवादः भवति किल. अत्र विप्रतिषेधे परं कार्यम् इति तु परिभाषासूत्रम् अस्ति इत्यपि तत्र न उक्तं किल, विधिसूत्रे एव अपवादः भवितुम् अर्हति इति कुत्र उक्तम्? अपवादः इत्युक्ते तत्र कार्यं किमपि भवति किल, तत्र किमपि नियमः अथवा विधिः भवति, तत्र अपवादः इति भवति इति अहं चिन्तयामि. अत्र इति एतावत्पर्यन्तं वयम् अवगतवन्तः, किन्तु तस्य अवगमनस्य किञ्चित् परिवर्तनं कार्यम् इति अहं चिन्तयामि इदानीं. परिभाषा अपि किं वदति, कार्यक्षेत्रं किम् इति वदति किल. एकनिमिष, अष्टाध्यायी काम् डाट् मध्ये पश्यतु, यत्र ज्ञातव्यम् इति बिन्दुः अस्ति किल, तत्र निर्दिष्टमस्ति विप्रतिषेधे परं कार्यम् अस्य सूत्रस्य प्रसक्तिः केवलं सपादसप्ताध्यायामेव भवति, त्रिपाद्यां परसूत्राणि पूर्वसूत्राणाम् अपेक्षया असिद्धानि सन्ति, अतः तत्र पूर्वपरयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति चेत् नित्यं पूर्वसूत्रस्यैव प्रयोगः भवति. तादृशं लिखितमस्ति, तस्य तत्र लाजिक् किम् इति, किमर्थं तादृशं लिखितं, तत् प्रामाणिकं नास्ति किल. वयमेव इदानीं तस्मिन् विषये एव चिन्तयन् सन्तः इदानीं, किमर्थं तादृशम् इति चेत् अहं चिन्तयामि पूर्वत्र सिद्धम् इति अपवादसूत्रमस्ति विप्रतिषेधे. किमर्थमित्युक्ते विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः त्रिपाद्यामपि वयं कुर्मश्चेत् पूर्वत्र सिद्धम् इत्यस्य निरवकाशः भवति इति कृत्वा अपवादः. अनेन किं पर्यवसति इत्युक्ते पूर्व विप्रतिषेधे परं कार्यम् इति सूत्रस्य कार्यं केवलं सपादसध्यायां सप्ताध्याय्याम् एव. यदा आद्गुणः वृद्धिरेचि इति वृद्धिरेचि इति सूत्रस्य अपवादत्वं स्वीकुर्मश्चेत् आद्गुणः अतिपरे इति तत्र फलितार्थः तादृशं न भवति, केवलम् इकारः वा उकारः वा ऋकारः अस्ति चेत् एव इति फलितार्थः तादृशं भवति. तादृशं फलितार्थः एवं भवति विप्रतिषेधे परं कार्यम् इति सूत्रस्य फलितार्थः केवलं सपादशब्दाध्यायम् एव भवितुम् अर्हति. महोदय पश्यामः, तदपि प्रायः Mm-hmm. अत्र किञ्चित् अत्र अष्टाध्यायी डाट् काम् मध्ये पूर्णतया इति पठामः चेत् इतोपि स्पष्टता भवति. तद् कृत्वा आगच्छामः अग्रिम. आम् आम् वयं सर्वे किञ्चित् पठित्वा तत्र अस्माकम् अवगमनं किम् इति वाट्साप् ग्रूप् मध्ये स्थापयामश्चेत् सर्वेषां लाभदायकं. तद् कुर्मः. अस्तु तर्हि अग्रे आं हिमभगिनी दकारादिककारान् अस्तु महोदय. दकारादिहकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः. धकारादिप्रत्यये परे धकारादिहकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दाधेर्धातोर्घः इत्यनेन सूत्रेण. धात्वन्ते घस्थाने तृतीयादेशो भवति झलां झषि इति सूत्रेण जष्ट्वसन्धिरिति. तर्हि यदि धातुः धकारादिः अस्ति अपि च हकारान्तः अस्ति इति चेत् तत्र होडः सूत्रं प्रभाद्य सामान्यसूत्रमस्ति तत् प्रभाद्य दादेर्धातुर्गः इति सूत्रं कार्यं करोति. अनेन हकारस्य स्थाने घकारादेशः भवति. इदानीं घकारान्त धातुः भवति अपि च तदनन्तरं धकारः अस्ति द्वे द्वं नो चेत् हुजल्भ्योहेर्दिः कारणेन धि आगच्छति यत्किमपि भवतु तत्र अनन्तरं धकारः अस्ति चेत् धकारः इदानीं झष्वर्णः अपि च घकारः झल्वर्णः इति कृत्वा तत्र अपदान्तत्वे जष्पसन्धिः भवति जलां झष्झषि अनेन. अतः घकारस्य स्थाने अल्पप्राणघकारः दुग्योगः धि इति दुग्धि इति रूपं भवति. तथैव दिः अपि दिः योगः धि अस्ति चेत् प्रथमं सर्वप्रथमं हुजल्भ्योहेर्दिः कारणेन हि स्थाने दि भवति. अपि च तत्र दिः हि इति अपित् अस्ति इति कृत्वा तत्र पुगन्तलघुपदस्य तस्य कार्यमपि न भवति. अतः दिः योगः धि इदानीं धकारस्य स्थाने घकारः दादेर्धातोर्घः कारणेन घकारादेशः भूत्वा दिः योगः दिग् दिग् योगः धि इति भवति. अस्मिन् प्रसङ्गे तत्र झलां झष्झषि कारणेन महाप्राणघकारस्य स्थाने अल्पप्राणघकारः आयाति. तर्हि दिग् योगः धि दिग्धि इति रूपं भवति. यदि धकारादि हकारान्तधातुः अपि च द्वे प्रत्ययः अस्ति चेत् तत्र अन्य एकं सोपानमपि भवति. यदि भगिनी अत्र मम एकः संशयः दिग्योगः दि इति अस्ति खलु भगिनी यथा उक्तवती दिग्योगः दि दातेर्दातोगः इत्यनेन दिग्योगः दि इति भवति. अत्रापि न तत्र न भवति यतोहि सकार वा द्व शब्दे परे एव भवति. एकाचो भषो भश् जशन्तस्य स्वोः इति अत्र सकारः नास्ति ध्व नास्ति इति कृत्वा तत्र न भवति. परन्तु यत्र यदि वयं ध्व द्वे वा ध्वम् इति स्वीकुर्मः तत्र इदानीम् अग्रिम बिन्दुः अस्ति. यदि समानरूपेण दिः योगः धि अपेक्षया दिः योगः द्वे इति स्वीकुर्मः नो चेत् ध्वम् इति स्वीकुर्मः चेत् तत्र सोपानम् एकाचो भषो भश् जशन्तस्य स्तोः तदपि कार्यं करोति. तर्हि दिः योगः द्वे प्रथमं दादेर्धातोर्घः कारणेन हकारस्य स्थाने घकारः भवति. तर्हि दिघ् योगः द्वे इति भवति. इदानीम् एकाचो भषो भश् यतोहि दिघ् इति त्री फोर् अस्ति इदानीं जशन्तधातुः अस्ति अपि च भषादि अस्ति इति कृत्वा भष् स्थाने भषादेशः भवति. तत्र एकाचपि अस्ति इति कृत्वा तत्र अल्पप्राणधकारस्य स्थाने महाप्राणधकारः आगच्छति. अतः धिग् धिग् योगः द्वे इति भवति. इदानीं धिग् योगः द्वे इति अस्ति. केवलं जष्पमेव भवति झलां झष्झषि इति कारणेन घकारस्य स्थाने ककारादेशः भूत्वा धिग् योगः द्वे धिग् द्वे इति भवति. तर्हि यत्र कुत्र धकारादि इति वदामः, यदि ध्व द्वे इति भवति चेत् तत्र सोपानानि त्रीणि, नो चेत् सोपानानि द्वे एव. धादेर् धातुर्गः अपि च जलां जश्चषि, नो चेत् धादेर् धातुर्गः एकाचो बशो बश् अपि च जलां जश्चषि. भगिनी एकमेव वक्तुम् इच्छामि केवलं स्मरणार्थं. तत्र परिभाषासूत्रम् इत्युक्ते किम् इति अस्ति. तत्र यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमयति इति अस्ति परिभाषासूत्रम् इत्युक्ते. परिपूरणार्थं परिभाषाम् उपयुज्यामः इति. अपि च अधिकारसूत्रं महोदयस्य करपत्रम् अस्ति. तत्र पाणिनीयसूत्रं कथं पठनीयं, सेक्षन् 2 आरम्भे एव अस्ति. अनेन किं यदि भवत्या उक्तम् अनेन किम्? अनेन अनेन किम् इत्युक्ते अत्र त्रिपाद्यां तु पूर्वत्र सिद्धम् इति अस्ति इति सूत्रेण नियमं तत्र नियमः कः इति वयं ज्ञातुं शक्नुमः. तर्हि तत्र परिभाषासूत्रस्य आवश्यकता नास्ति इति अहं चिन्तयामि. पूर्वत्र सिद्धम् इति कीदृशसूत्रम्? अधिकारसूत्रमस्ति वा? पूर्वत्र सिद्धम् इति अधिकारसूत्रम् अस्ति. तत् सूत्रं वदति पूर्वसूत्रमेव, पूर्वसूत्रस्य एव अधिकारः, परसूत्रम् असिद्धं, तस्य अस्तित्वमेव नास्ति इति. तत्र नियमः अस्ति किं सूत्रं प्रथमं कार्यं, कस्य सूत्रस्य प्रथमं कार्यं भवेत्, कस्य अनन्तरम् इति तत्र नियमः अस्ति. अतः तत्र परिभाषासूत्रस्य आवश्यकता नास्ति इति अहं चिन्तयामि. ओ अनेन एतादृशचिन्तनम् अस्तु. किञ्चित् पठित्वा आगच्छामः तर्हि प्रायः. अस्तु, धन्यवादः हिमभगिनी. स्मारयति वा भगिनि? अस्तु भगिनि, तर्हि सूत्राणि सन्ति अत्र त्रीणि सूत्राणि. दादेर् धातोर्गः इति यदि दकारादिधातुः अस्ति, पठित्वा वदामि वा नो चेत् एवमेव वदामि वा भगिनि? स्मारयितुम् एवमेव वदिष्यामि वा? दादेर् धातुर्गः सूत्रस्य अर्थः भवति यदि धातुः धकारादिः अस्ति अपि च हकारान्तः अस्ति चेत् तत्र हकारस्य स्थाने घकारादेशः भवति. निमित्तानि सन्ति झल् वर्णः, झल् प्रत्याहारे अन्तर्भूतवर्णः तत् अनन्तरम् अस्ति चेत्, नो चेत् पदान्ते भवति चेत् तत्रापि अस्मिन् सूत्र अस्य सूत्रस्य प्रसक्तिः भवति, कार्यमपि भवति इति. परन्तु केवलं धातुर्गः इदं सूत्रं होडः इति सामान्यसूत्रस्य अपवादसूत्रः अस्ति. अतः होडः प्रभाद्य धादेर् धातुर्गः इति सूत्रं कार्यं करोति. यत्र दकारादि अस्ति अपि हकारान्तधातुः अस्ति चेत् तत्र भवति. परन्तु एकाचो बशो बश् जशन्तस्य स्वोः इति सूत्रं वदति यदि यदि धातुः धातुः वा धातोः अवयवः जशन्तः भवति अपि च एकाचस्ति तत्र बशादि भवेत् अपि च जशन्तः भवेत् तादृश प्रसङ्गे बशः भषादेशः भवति यदि सकारः वा द्वप्रत्यये वा अनन्तरम् आयाति, अपि च पदान्ते अपि भवितुम् अर्हति इति एकाचो भषो भष्यशन्तस्य स्वोः इति सूत्रं वदति. इत्युक्ते 3-4-4-4 इति भवति सकार द्व शब्द परे अस्ति चेत्. अस्तु भगिनि, तर्हि अत्र अस्माकं प्रश्नाः सन्ति धी च इति प्रत्ययः आवश्यकं वा इति विद्या प्रत्ययः इति न आवश्यकं खलु इति विद्यावति प्रश्नः. अनन्तरं एकाचो वर्षोवर्ष तत्रापि पूर्वं नवमे भाल्सन्धि द्वितीयभागे महोदय प्रत्ययः इति निष्कासितवान्, अत्र तु अस्ति प्रायः तदपि निष्कासनम् अस्ति. कस्य निष्कासनं पुनः वदतु भगिनि? हल्सन्धि द्वितीयपाठे एकाचो वर्षोवर्ष इति सूत्रे प्रत्ययः इति पूर्वमासीत् तद् निष्कासितवान्, अधुना अस्मिन् करपत्रे किन्तु अस्ति प्रायः परिशीलनं. अनन्तरं हेमा भगिन्याः प्रश्नः आसीत् जलाञ्जषि इत्यस्य अपवादः धी च अयं जलाञ्जषि इत्यस्य अपवादः इति उक्तमस्ति. तर्हि अत्र पूर्वत्र सिद्धङ्गति यत्र आयाति तत्र अपवादः इति भवितुमर्हति वा इति अहम् अष्टादेशार्थं बहु तस्मिन् विषये चर्चा अस्ति किन्तु मया न अवगतं, किञ्चित् प्रकृतभाषा अस्ति किन्तु तर्हि मया न अवगतं. प्रायः वाट्साप् मध्ये नीलेश् महोदय स्पष्टीकुर्यात्. अनन्तरम् आसीत् तदेव पुनः द्वितीय धातुपाठे हल्सन्धिः द्वितीयभागे अपि षडोः कः अस्ति इति सूत्रं ष्टुनाष्टुः इत्यस्य अपवादः इति उक्तमस्ति. तर्हि अपवादः परसू विप्रतिषेधे परं कार्यम् इति द्वयोः कार्यम् अत्र कार्यम् आयाति वा एते. सम्यक् अस्ति, विरमामि. अन्यप्रश्नः शुकवदमहोदयस्य प्रश्नः आसीत् तदपि लेखिष्यामि. विप्रतिषेधे परं कोऽपि अस्ति कति गृहे बालकः पूर्वत्र सिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः इति भवितुम् इति वक्तुं शक्नुमः वा? कोऽपि सूत्रे एव सः इति कृत्वा तादृशचिन्तनं भवितुमर्हति तदपि पृच्छामः. शुभरात्रिः. भवतः नाम पौत्रस्य नाम किं महोदय?